पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 79 महादेव उवाच अपामार्जनकं दिव्यं परमाद्भुतमेव च पठितव्यं विशेषेण पुत्रकामार्थसिद्धये ये दस्तोत्रं पठेत् प्राज्ञः सर्वकामार्थसिद्धये एककालं द्विकालं वा ये पठन्ति द्विजादयः आयुश्च श्रीर्बलं तस्य वर्धयन्ति दिने दिने ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विन्दति अन्यैश्च लभते भक्तिं पठनाश्रवणाज्जपाद सामवेदफलं तस्य जायते नगनन्दिनि अखिलं पापसङ्खादं तत्क्षणादेव नश्यति इति ज्ञात्वा दुभो देवि पठितव्यं समाहितैः पुत्राश्चैव तथा लक्ष्मी सम्पूर्णा भवति ध्रुवम् लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः इह लोके सुखं भुक्त्वा यादि विष्णोः परं पदं पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेद सर्वं तीर्थं कृतं तेन तुलस्याः पूजने कृते यदस्तोत्रं तु परमं वैष्णवं मुक्तिदायकं पृथ्वीदानसमं पाठाद्विष्णुलोकं तु गच्छति जपे स्तोत्रं विशेषेण विष्णुलोकस्य वाञ्छया बालानां जीवनार्थाय पठितव्यं समाहितैः रोगग्रहाभिभूतानां बालानां शान्तिकारकं भूतग्रहविषं चैव पठनादेव नश्यति कण्ठे तुलसीजामालां धृत्वा विप्रो हि यः पठेद स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति कण्ठे मालाधृदायेन शङ्खचक्रादिचिह्नितः वैष्णव प्रोच्यते विप्रः स्तोत्रं चैतत् पठन् सदा इह लोकं परित्यज्य विष्णुलोकं स गच्छति मोहमाया परित्यक्तो दम्भतृष्णाविवर्जितः एतस्तोत्रं पठेत् दिव्यं परं निर्वाणमाप्नुयात् ते धन्याः सन्ति भूर्लोके ये विप्रा वैष्णवा स्मृताः स्वात्मा वै तारिदस्तैस्तु सकुलं नात्र संशयः ते वै धन्यतमा लोके नारायणपरायणाः तैर्भक्तिश्च सदा कार्या ते वै भागवता नराः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुमापदि नारदसंवादे अपामार्जनमहिमानामैकोनाशीतितमोऽध्यायः ॐ